अस्तु, तर्हि अस्माकं गीतसोपानं द्वितीयभागस्य त्रयोदशः पाठः अस्ति। तत्र आत्मनेपदधातूनां लृट् लकारः, लृट् लकारः नाम भविष्यत्कालः। अत्र वस्तुतः एकदृष्ट्या किमपि नूतनं तु नास्ति, यतोहि लृट् लकारस्य अन्तिमभागः लट् लकारस्य अन्तिमभागः इव भवति। यथा ददाति, दत्तः न ददाति इति न वदामः, तत्र वदति, वदति, वदतः वदन्ति, तत्र वदिष्यति, वदिष्यतः वदिष्यन्ति इति परस्मैपदिदातूनां कृते यथा लट्लकारे लट्लकारः लट्लकारः इव भवति, तथैव अपि आत्मविपदिदातूनां कृते प्रकाशते, प्रकाशेते, प्रकाशन्ते। इदानीं अस्तु, वन्दधातुः स्वीकुर्मः। तत्र षडशीतितमेपुटे अस्ति, षडशीतितमेपुटे अस्ति, तत्र वन्दधातोः वन्दते, वन्देते, वन्दन्ते, तत्र स्यते, स्येते, स्यन्ते इति अन्ते अन्तिमभागः अस्ति। स्यते, स्येते, स्यन्ते, तत्र केवलं स्य इति मध्ये आगच्छति। वन्द ते, वन्द एते, वन्द अन्ते, अते, एते, अन्ते इति अस्ति, अन्ते अन्तिमभागः। तत्र केवलं स्य इति मध्ये आगच्छति, स्य इति मध्ये आगच्छति, अपि च कुत्रचित् इडागमः अपि आगच्छति मध्ये, इडागमः धातुः अपि सेत्, अपि च प्रत्ययः अपि सेत् इति चेत्, द्वयोः स्वभावः तथा इति चेत् तत्र इडागमः भवति। अत्र लृट् लकारः इडानुकूलः अस्ति, अपि च वन्दधातुः सेत् इटा सह, इडागम इडागमेन सह इति सेत्, इटा सह सेत् इति कृत्वा तत्र नाम लृट्लकारः इडानुकूलः, अपि च वन्दधातुः अपि इडानुकूलः इति कृत्वा इडागमः भवति। इडागमः इत्युक्ते इकारः मध्ये आगत्य उपविशति। तर्हि वन्द योगः योगः स्यते, वन्दयोगः स्यते, मध्ये इकारः आगच्छति, वन्दि स्यते। इदानीं किञ्चन सन्धिकार्यमस्ति, इकारस्य प्रभावेन तत्र सकारस्य स्थाने मूर्धन्यषकारः भवति, वन्धे ष्यते, मूले स्यते इति अस्ति, रूपमस्ति स्यते, स्येते, स्यन्ते वस्तुतः। तत्र इदागमस्य इकारस्य प्रभावेन सकारस्य स्थाने षकारः भवति। तत्र किञ्चन पाणिनीयसूत्रमस्ति, आदेशप्रत्यययोः इति एकं सूत्रमस्ति, आदेशप्रत्यययोः इति सूत्रं वदति, यदा कश्चन आदेशः अथवा प्रत्ययः अस्ति, अत्र स्यते इति प्रत्ययः अस्ति, स्यते, तस्य आदौ सकारः, दन्तीयसकारः अस्ति चेत्, अपि च तस्मात् पूर्वं केचन विशिष्टवर्णाः सन्ति येषु मध्ये इकारः अन्यतमः अस्ति, तेषां वर्णानां प्रभावेन सकारस्य स्थाने वर्णनिषकारः भवति। तर्हि वन्दिष्यते इति रूपं भवति, वन्दिष्यते, वन्दिष्येते, वन्दिष्यन्ते। अत्र एतावता कोऽपि प्रश्नः अस्ति वा, नूतनतया कोऽपि आगतो वा मध्ये? अस्तु, समीचीनं। तर्हि लट्लकारस्य स्वरूपं तथा अस्ति। ओके, अग्रे गच्छेम। तर्हि ज्ञानं किमपेक्षितम् आहत्य अन्तिमभागः कः? स्यते, स्येते, स्यन्ते, स्यस्य, स्येथे, स्यध्वे, स्ये, स्यावहे, स्यामहे इति अन्तिमभागः. मध्ये इकारः इडागमः आगच्छति न वा? आगच्छति चेत् तत्र अन्तिमभागः भवति इष्यते, इष्येते, इष्यन्ते इत्यादिकम्. अस्तु, बहु समीचीनमस्ति. तर्हि अत्र चतुर्थः अभ्यासः अस्ति, तत्र किञ्चित् पश्येम. लक्ष्मीभगिनी पठति वा? निम्नलिखितेषु वाक्येषु लृट् लकारस्य रूपाणि प्रयुज्य वाक्यानि लिखत. ब्रह्मा चन्द्रं भासयते. ब्रह्मा चन्द्रं भासिष्यते. अत्र भासते इति नास्ति, भासयते. भासयते, आं महोदय. तत्र भेदः कः? भासते, भासयते. ब्रह्माचन्द्रं भासते, ब्रह्माचन्द्रं भासयते. हा, बहु समीचीनमस्ति. अत्र अणिच् प्रत्ययः अस्ति कश्चन, खलु? अणिच् प्रेरणार्थके अणिच् प्रत्ययः अस्ति. पठति, पाठयति, पठति, पाठयति इति भेदः अस्ति. अत्र भासते, भासयते. तर्हि यकारः अपि भवेत् भविष्यत्काले. पुनः वदतु. ब्रह्मा चन्द्रं भासयते. ब्रह्मा चन्द्रं भासयिष्यते. भासयिष्यते इति अस्ति, भासयिष्यते. अत्र तत्र लृट्लकारः अपि इडानुकूलः, अपि च तत्र णिचि भास्धातुः अपि इडानुकूलः इति कृत्वा तत्र इडागमः भवति, भासयिष्यते. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. सुब्रह्मण्यमहोदय अग्रे. आं महोदय. असंयमिनः आग्रहः वर्धते. असंयमिनः आग्रहः वर्धिष्यते. ज्ञानी वर्धिष्यते महोदय. अत्र असंयमिनः इति का विभक्तिः अस्ति? अत्र तु आग्रहः असंयमिनः, अत्र षष्ठी एकवचनं महोदय. समीचीनमस्ति. अत्र प्रातिपदिकं किं? प्रातिपदिकं तु संयमिन्. असंयमिन् असंयमिन् तु अत्र व्यतिरेकपदमस्ति खलु. असंयमिन् इति प्रातिपदिकमस्ति. समीचीनमस्ति. अग्रः वर्धिष्यते. अस्तु, अग्रे अग्रे निहारिका भगिनी अग्रे. ज्ञानी सर्वदा आनन्दं लभते. ज्ञानी सर्वदा आनन्दं लभिष्यते. अत्र वस्तुतः लब् धातुः इदानुकूलः नास्ति, इदानुकूलः नास्ति. तर्हि लब् योगः स्यते. लप्स्यते. हा, किन्तु इति सिद्धान्तः अस्ति, लभ योगः स्यते इति. तत्र इडानुकूल्यं नास्ति इति कृत्वा इडागमः न भवति. किन्तु अत्र यदा भकारसकारयोः यदा मेलनं भवति तदा सन्धिः अपि भवति. सन्धिः स सन्धिः अत्र किञ्चित् सूत्रमस्ति, अत्र एवमेव वदामि, अत्र अस्माकम् आवश्यकता नास्ति. खरीचा इति सूत्रमस्ति. अग्रे गत्वा अग्रिमे पुस्तके अस्य पाठः भविष्यति, सन्धिकार्यम्. अत्र खरीचा इति चतुसन्धिं कृत्वा भकारस्य स्थाने पकारः भवति. प प इदानीं वदतु. लप्स्यते. ज्ञानी सर्वदा आनन्दं लप्स्यते. लप्स्यते इति रूपमस्ति, साधारणधातुः अस्ति, अतः मनसि स्थापयन्तु सर्वे. लभधातुः तत्र भविष्यत्काले लभते, लप्स्यते. लप्स्यते कदा फलं लप्स्यते? लप्स्यते इति नाम सम्भाषण अवसरे अपि अस्य प्रयोगः भवति बहुत्र, लप्स्यते. अस्तु तर्हि अग्रे पद्मा भगिनी अग्रे. महोदय एकः सन्देहः, अंसयमिनः पञ्चमी विभक्ति अस्ति वा? अंसयमिनः आग्रहः आगच्छति. आग्रहः असंयमिनः कारणात् आग्रहम् आगच्छति इति भवितुमर्हति. एवमस्ति चेत् पञ्चमी समीचीनं, रूपं समानमस्ति. अस्तु अग्रे गच्छेम. पद्मा भगिनी. अर्जुनस्य हस्तात् गाण्डीवं त्रंसते. अर्जुनस्य हस्तात् गाण्डीवं संशयिष्यते. अत्र अत्र इदानुकूल्यम् अस्ति इति तु सत्यं, किन्तु निजन्तरूपं नास्ति. अत्र णिच् नास्ति, अत्र संशय यकारः तु न भवति. अत्र संशिष्यते. पुनः वाक्यं पुनः वदतु. अर्जुनस्य हस्तात् गाण्डीवं संशिष्यते. संशिष्यते, संशिष्यते, संशिष्यते. अस्तु समीचीनमस्ति. ओके अग्रे शुभा भगिनी अग्रे. विश्वरूपं दृष्ट्वा पार्थः कम्पते. विश्वरूपं दृष्ट्वा पार्थः अत्र कम्पदातुः कम्पदातुः सेट् अस्ति, सेट् अस्ति, इरागमः भवति. कम्पिष्यति सत्यं, बहु समीचीनमस्ति. धातुः सेट् अस्ति चेत् इरागमः भवति, धातुः अनिट् अस्ति चेत् न भवति. अनिट् अनिट् सेट् इरागमः नास्ति. अत्र सेट् कम्पः कम्प् धातुः सेट् अस्ति, अतः कम्पिष्यते. अस्तु समीचीनमस्ति. अग्रे सरेम. तर्हि अमीना भगिनी अग्रे. विश्वरूपं दृष्ट्वा सारी जिज्ञासवः गुरून् सेवन्ते. जिज्ञासवः गुरून् सेवस्यते. अत्र सेव् अत्र सेव् इति धातुः अस्ति, सेव् धातुः अस्ति. स्यन्ते इति अन्तिमभागः अस्ति, सेव् स्यन्ते. इदानीं सेव् योगः स्यन्ते. इदानीं चिन्तनं भवेत् यत् धातुः सेट् अस्ति न वा. सेट् अस्ति चेत् इदागमः भवति, सेट् नास्ति चेत् इदागमः न भवति. इदानीम् एकं वदामि, यत् यः धातुः हलन्तः अस्ति, धातुः हलन्तः अस्ति चेत् आधिक्येन सेट् अस्ति, सर्वत्र न किन्तु आधिक्येन. धातुः अजन्तः अस्ति चेत् आधिक्येन सेट् नास्ति, सर्वदा तथा नास्ति किन्तु आधिक्येन वदामि. यदि अनुमानं कर्तव्यमस्ति, यतोहि भवन्तः ऊहां कर्तुं शक्नुवन्ति किमर्थं तत्र धातुः हलन्तः अस्ति इति चिन्तयतु. इदानीं प्रत्ययः हलादि अस्ति, प्रत्ययः हलादि अस्ति, स्यति सकारादिः हलादिप्रत्ययः अस्ति खलु. तर्हि यदि धातुः हलन्तः प्रत्ययः हलादिः अस्ति तत्र किञ्चित् काठिन्यं भवितुमर्हति मध्ये स्वरः नास्ति चेत्. अतः बहुत्र इडागमः भवति, सर्वत्र न. यथा लब्धातुः, लब्धातुः सेट् नास्ति, हलन्तः अस्ति. लप्स्यते, तत्र लप्स्यते इति भवति. किन्तु अत्र सेव् धातुः, सेव् धातुः हलन्तः इडागमः यथा सामान्यनियमः, इडानुकूलः अस्ति. तर्हि किं स्यात् मीना भगिनी? जिज्ञासवः गुरून् सेविष्यन्ते. सेविष्यन्ते इति अस्ति, इति सामान्य सामान्य अनुमानं स्यात्. अस्तु, इदानीम् अग्रे रं धातुः. रं धातुः सेट् नास्ति, यद्यपि हलन्तः अस्ति सेट् नास्ति. अस्तु अग्रे, सुब्रह्मण्यमहोदय अग्रे वदतु. आं महोदय. भक्ताः भगवति रमन्ते, भक्ताः भगवति रंस्यन्ते. अत्र रम् इति मकारान्तः अस्ति, स्यन्ते इति सकारादि अस्ति. सकारस्य प्रभावेन मकारस्य अनुस्वारादेशः भवति. तत्र किञ्चन सूत्रमस्ति, नश्चापदन्तस्य झलि, नश्चातपदस्य झलि इति नेन तत्र अपदान्ते मकारस्य स्थाने अनुस्वारः भवति. यदा अग्रिम तत्र सकारः कश्चन वर्णसमूहे अस्ति. अत्र एवमेव वदामि प्रदर्शनार्थं किमर्थम् एतत् सर्वं भवति. अत्र केवलम् अस्माकं तत्र अभ्यासः स्यात्. अस्तु, रंस्यते इति अस्ति, मकारस्य स्थाने अनुस्वारः रंस्यते. अत्र महोदय भगवति सप्तमी एकवचनं, सत्यं सप्तमी एकवचने अस्ति. अस्तु लक्ष्मी भगिनी अग्रे. सर्वे जनाः स्वप्रकृत्यनुसारं तिष्ठन्ते, सर्वे जनाः स्वप्रकृत्यनुसारं तिष्ठिष्यन्ते. अत्र टकारान्तधातुः अस्ति, टकारः, टकारहल् वर्णः हलन्तधातुः अस्ति. नियमानुसारं सामान्यतया अत्र अनुमानम् अस्माकं यत् इडागमः स्यात् अस्ति अपि. चष्टिष्यन्ते, समीचीनमस्ति. अस्तु निहारिका भगिनी अग्रे. अस्तु वा भगिनी, निहारिका भगिनी. अस्तु पद्मा भगिनी. आम् महोदय. आर्ताः देवध्यानं कुर्वते, आर्ताः देवध्यानं कुर्विष्यते. हा हा, अत्र धातुः अस्ति कृ धातुः, करोति उभय क्रीडातुः उभयपदिधातुः अस्ति, क्रीडातुः उभयपदिधातुः अस्ति, नाम आत्मनिपदिरूपमपि अस्ति परस्मैपदिरूपम् अस्ति. अत्र आत्मनिपदिधातुरूपेण प्रयुज्यते, आत्मनिपदिरूपमस्ति. तर्हि कुरुते कुर्वाति कुर्वाते कुर्वते इति रूपाणि सन्ति कुरुते किन्तु धातुः कृ धातुः अस्ति कूर्व इति धातुः नास्ति नाम अत्र वकारः न तिष्ठति अत्र अत्र किञ्चित् असामान्यरूपाणि सन्ति धातुः अस्ति कृ अत्र कर् इति भवति कृ इत्यस्य कर् इति रूपं भवति कर् तर्हि कर् इति चिन्तयतु कर् इति चिन्तयित्वा अत्र रेफान्तः अस्ति कर् रेफान्तः अस्ति कृत्वा हलन्तदातुः अस्ति हलन्तदातुः अस्ति इति कृत्वा अस्माकम् अनुमानं किं स्यात् यत् इडागमः भवेत् तर्हि इदानीम् अनुमानं करोतु किं रूपं स्यात् भगिनि पद्माभगिनी अस्ति वा महोदय अवगतवती वा महोदय कर् योगः स्यन्ते तत्र इडागमः भवति यतोहि हलन्तदातुः अस्ति कर् रेफः अस्ति मूलदातुः अस्ति कृ किञ्चित् कार्यं कृत्वा कृ कर् भवति अत्र तर्हि कर् हलन्तः अस्ति इडागमः भवति करिष्यन्ते समीचीनम् अस्तु शुभा भगिनी अग्रे महोदय अहमस्मि तदानीम् अहं वदन्ती आसम् परन्तु न श्रूयते स्म भवता न जानामि किमर्थम् अहं चिन्तितवान् कुत्रचित् गतवती स्यात् खादनार्थं किमपि न अस्तु वदतु का वदति शुभभगिनी वा Did you call on me or अस्तु अस्तु भगिनि शुभभगिनी वदतु दशमम् अस्ति आत्मा कदापि न जायते अत्र स्थितिः का अत्र स्थितिः का अत्र मूलधातुः अस्ति अत्र जन् धातुः अस्ति धातुः अस्ति जन् नकारान्तधातुः अस्ति जन् किन्तु अत्र लट्लकारे तस्य जा आदेशः भवति धात्वादेशः भवति इति कृत्वा जायते इति भवति जन् जायते इति भवति किन्तु तस्य मूलरूपम् अस्ति जन् अपि च लृलकारस्य जन् धातोः जा तत्र आदेशः न भवति आदेशः तादृशः नास्ति अत्र तर्हि अत्र जन् इति स्वीकृत्य अनुमानं करोतु जन् हलन्तदातुः अस्ति आत्मा कदापि न जनिष्यते हलन्तदातु इति अस्ति इति कृत्वा इडागमः जनिष्यते आत्मा कदापि न जनिष्यते अस्तु अग्रे निहारिका भगिनि ज्ञानं सर्वपापानि भस्मासात् कुरुते ज्ञानं सर्वपापानि भस्मासात् करिष्यते अत्र यथा वाक्यद्वयात् प्राक् धातुः अस्ति कृ तत्र किञ्चित् कार्यं कृत्वा कर् इति भवति कर् हलन्तदातुः अस्ति इति कृत्वा अनुमानेन तत्र इडागमः करिष्यते समीचीनम् अग्रे मीनाभगिनी अग्रे मीनाभगिनी अस्ति वा क्षम्यतां महोदय म्यूट् करोमि नवद्वारे पुरे देहि किमपि अकुर्वन् आस्ते विशेषपदमस्ति आस्ते इति धातुः अस्ति आस् आसिष्यते समीचीनमस्ति हलन्ति धातुः अस्ति नवद्वारे नवद्वारं नाम नवद्वारं शरीरस्य नवद्वारः अस्ति सत्यं हा देहि इत्युक्ते देहि देह किं देहभृताम् अस्ति जीवः हा देहि इति तस्य प्रातिपदिकं किम् इति कोऽपि वदतु देहिन् महोदय हा देहिन् देहिन् अत्र अत्र प्रत्ययः अस्ति इनि प्रत्ययः देहिन् अत्र अत्र प्रत्ययस्य अर्थः कः तत्र लक्ष्मीभगिनी वदतु जानाति खलु तत्र इनि प्रत्ययः देहिन् यथा धनिन् धनिन् देहिन् धनिन् इनि प्रत्ययः तत्र अस्य अस्मिन् वा इति अर्थः अस्य विद्यार्थिन् देहिन् धनिन् अस्य अस्मिन् वा इति अर्थः अस्ति तर्हि अत्र देहः इत्युक्ते शरीरं खलु तर्हि यस्य शरीरमस्ति सः देही इति कृत्वा आत्मा इति अर्थः अस्ति यथा यस्य धनमस्ति सः धनी यः विद्यार्थम् इच्छुकः अस्ति सः विद्यार्थी अस्तु इति अर्थः अस्ति तर्हि देहि देहि इत्युक्ते आत्मा यतोहि तस्य शरीरं भवति नवद्वारे पूरे देहि किमपि अकुर्वन् आस्ते आस्ते नाम तूष्णीं कृत्वा उपविशति अथवा उपस्थितः भवति इत्यर्थः अस्तु लक्ष्मीभगिनी अग्रे साधुः अनन्यभाक् ईश्वरं भजते साधुः अनन्यभाक् ईश्वरं अत्र किञ्चित् काठिन्यमस्ति धातुः अस्ति भज् अपि च यद्यपि हलन्तदातुः अस्ति तथापि इडागमः नास्ति इडागमकुलः नास्ति सेट् नाम धातुः अनिट् अस्ति अनिट् भज् इति धातुः अनिट् अस्ति तर्हि तस्य अर्थः कः नाम कथनस्य आशयः एवं यत् जकारान्तदातुः अस्ति स्यते इति आगच्छति अग्रे जकारान्तदातुः स्यते इति प्रत्ययः नाम जकारसकारयोः मेलनं भवति तत्र हल्सन्धिः अस्ति किञ्चित् हल्सन्धिः अस्ति वस्तुतः जकारस्य स्थाने अत्र ककारादेशः भवति तर्हि किं स्यात् भगिनि यजते महोदय यजते यक्ष्यते तथैव भजते भक्ष्यते हा इति अस्ति समीचीनमस्ति जकारस्य स्थाने ककारः भवति अनन्तरं यथा ईकारस्य प्रभावेन दन्त्यसकारस्य स्थाने मूर्धन्य षकारः भवति तस्मिन्नेव वर्णसमूहे यस्मिन् ईकारः अस्ति तस्मिन् वर्णसमूहे ककारः अपि अस्ति पाणिनीयव्याकरणे इकारः अपि अस्ति ककारः अपि अस्ति अतः ककारस्य अपि प्रभावेन सकारस्य स्थाने मूर्धन्यषकारादेशः भवति भक्ष्यते इति रूपमस्ति स्पष्टं कोऽपि प्रश्नः एतस्य वाक्यस्य अर्थः कः साधुः अनन्यभाक् ईश्वरं भक्ष्यते नाम अनन्यभाक् इत्यस्य अर्थः मनः एकबिन्दुं कृत्वा नाम अन्यत्र अदृष्ट्वा केवलम् एकस्यां दिशि दृष्ट्वा खासच्छेद् इति अर्थः साधुः अन्यन्यभाक् ईश्वरः भजते भजते इति अवगच्छति खलु भजनं करोति हा अस्तु अग्रे शुभा भगिनी अग्रे युवकः भगवद्गीतां क्रीणीते. युवकः भगवद्गीतां अत्र धातुः अस्ति क्री धातुः. धातुः अस्ति क्री. अत्र ईकारान्त धातुः अस्ति, ईकारान्त धातुः अस्ति दीर्घिकारः क्री धातुः. क्री इति धातुः अस्ति. तत्र सामान्यतया किं मया उक्तं नाम अजन्तधातुः अस्ति चेत् तत्र सामान्यतया इडागमः भवति न वा? क्रीष्यते. न न, मम प्रश्नस्य उत्तरं ददातु. पुनः पृच्छतु. तत्र अजन्तधातुः अस्ति, सामान्यतया इडागमः भवति न वा? न भवति. सामान्यतया अजन्तधातुः अस्ति चेत् इडागमः न स्यात्. भवति कुत्रचित् भवति. हलन्तधातुः अस्ति, सामान्यतया आधिक्येन इडागमः भवति. अजन्तधातुः अस्ति चेत् सामान्यतया आधिक्येन इडागमः न भवति. अत्र यथा सामान्यम् अजन्तधातुः अस्ति इति भूत्वा इडागमः न भवति, किन्तु गुणकार्यमस्ति अतः ईकारस्य स्थाने एकारः. सम्यक् अस्ति. पुनः रूपं वदतु. युवकः भगवद्गीतां क्रेष्यति. क्रेष्यते. क्रेष्यते. उभय क्रीडातुः उभयपदिदातुः अस्ति. उभयपदिदातुः. परस्मैपदिदातुरूपाणि सन्ति, आत्मैपदिदातुरूपाणि सन्ति. अस्तु, पद्मनाभभगिनी अग्रे. एकः प्रश्नः. क्रीणीते इति नकारः किम् आगच्छति? क्रीडातुः धातुः अस्ति, क्रीडातुः. तत्र क्रियादिगणे अस्ति. तत्र भवत्याः प्रश्नस्य उत्तरदानार्थं तत्र किञ्चित् व्याकरणम् अपेक्षितमस्ति. तत्र सावधातुकप्रकरणे भवती तु जानाति एव, सावधातुकप्रकरणे लट् लोट् लङ् विधिलिङ् चतुर्षु लकारेषु सावधातुकप्रकरणम् इति अनुसारं प्रक्रिया भवति. तदनुसृत्य किं भवति? धातुगणमनुसृत्य विकरणप्रत्ययाः आयन्ति, विकरणप्रत्ययः. अत्र क्रियादिगणे स्नातिप्रत्ययः अस्ति. स्ना नाम न अनुबन्धलोपे सति, तत्र न इति अवशिष्यते. तर्हि क्री युगः न इति कृत्वा आत्म परस्मैपदीरूपम् अस्ति. क्रीणाति खलु, क्रीणाति ऋणत्वमस्ति, ऋणत्वं भवति रेफस्य प्रभावेन ऋणत्वं. तर्हि क्रीयुगः न युगः इति क्रीणाति. किन्तु तत्र अन्यत् सूत्रमस्ति, आकारस्य स्थाने दीर्घ ईकारः भवति कुत्रचित्, अतः आकारस्य स्थाने ईकारं कृत्वा क्रीणीते इति भवति. नकारः यतोहि विकर्णप्रत्ययः अस्ति, श्ना न अवशिष्यते. स्पष्टमस्ति वा? अस्तु महोदय, धन्यवादः. तत्र क्रियादिगणे अस्ति, अतः तत्र यथा भुवादिगणे शपति अस्ति, क्रियादिगणे श्ना अस्ति, अतः भिद्यते नकारः तथा आगच्छति. किन्तु अत्र लृट्लकारः सावधातुकलकारः नास्ति, अतः नकारः न भवति. अस्तु, अग्रे गच्छेम. पद्मा भगिनी. तामसाः अधर्मं धर्मम् इति मन्यन्ते. तामसाः अधर्मं धर्मम् इति मन्यष्यते. अत्र नकारः नकारान्त दातु सत्यम् इति, किन्तु अत्र इडागम इडानुकूल्यं नास्ति. इदानीं चिन्तयतु, मन् इति दातु, मन् नकारान्त दातु अस्ति, युगः स्यन्ते, तर्हि किं स्यात्? भगिनि महोदय चिन्तनं करोतु, अन्यत्र दर्शनस्य आवश्यकता नास्ति, एवमेव यत् अपेक्षितं तत् मनसि अस्ति। मन्यते न, मया उक्तं यत् अत्र मन् धातुः सेट् नास्ति, अत्र ईडानुकूल्यं नास्ति, तर्हि अहं न जानामि महोदय। हा, यथा अस्तु, पश्यन्तु, उपरि रं धातुः आसीत्, रम् अपि तथा, मन् अपि तथा, रं धातुः अनिट् अस्ति, अनिट्, तर्हि रं योगः स्यन्ते, तत्र मकारस्य स्थाने अनुस्वारः जातः, नकारः अपि तथा, मकारनकारयोः कार्यं समानमस्ति। तर्हि तत्र उपरि तत्र सप्तमीवाक्ये रूपं किम् आसीत्? न न न, सप्तमीवाक्ये रूपं किम् आसीत्, कोऽपि वदतु। रंस्यन्ते, रंस्यन्ते, अत्र नकारः न तिष्ठति खलु, रंस्यन्ते, तत्र अनुस्वारः अस्ति, अत्र मुखे वायुः न गच्छति मुखस्य द्वारा, अनुस्वारः अस्ति चेत् रं, अत्र अ नासिकया, नासिकया गच्छति, रंस्यन्ते, अत्रापि तथा, रं नकारस्य मकारस्य स्थाने अनुस्वारः, अत्र मन्स्यन्ते, मन्स्यन्ते, मन्स्यन्ते, मन्स्यन्ते, तामसाः अधर्मं धर्मम् इति मन्स्यन्ते, दन्त्यसकारः अस्ति, दन्त्यसकारः अस्ति, अपि च अनुस्वारः अस्ति, अनुस्वारः मन्स्यन्ते इति अस्ति, मन्स्यन्ते, अस्तु, समीचीनमस्ति, अग्रे गच्छेम तर्हि, मीना भगिनी अग्रे पठतु। यथा निर्दिष्टं परिवर्त्य लिखत, सा गीतां क्रेष्यते, उत्तमपुरुषे क्रेष्यते, क्रेष्येते, क्रेष्यन्ते, क्रेष्यसे, क्रेष्येथे, क्रेष्यद्वे, क्रेष्ये, सा गीतां क्रेष्ये। यथा निर्दिष्टं परिवर्तनं लिखत, उत्तमपुरुषे, उत्तमपुरुषे, उत्तमपुरुषे, सा गीतां क्रेष्यते, अनन्तरं किं भवति, उत्तमपुरुषे किमस्ति, सा गीतां क्रेष्ये, सा गीतां न, सा इति किं, सा इति प्रथमपुरुषः, अहं गीतां क्रेष्ये, अहं गीतां क्रेष्ये, दोषः अस्तु महोदय, अहं गीतां क्रेष्ये, अहं गीतां क्रेष्ये, अस्तु, समीचीनमस्ति, अग्रे गच्छेम, शिल्पा भगिनी अग्रे। अर्जुनः कृष्णस्य वचनं करिष्यते, मध्यमपुरुषे त्वं कृष्णस्य वचनं करिष्यसे, करिष्यसे, समीचीनमस्ति, अस्तु, निहारिका भगिनी अग्रे। धृतराष्ट्रः राजभवने वर्तिष्यते, उत्तमपुरुषे अहं राजभवने वर्तिष्ये, तथा, अस्तु, अग्रे सुब्रह्मण्यं महोदय अग्रे। आवां ज्ञानिनां चेष्टाः वीक्षिष्यावहे, अहं प्रथमपुरुषे एकवचनं, अहं ज्ञानिनां चेष्टाः वीक्षिष्ये, प्रथमपुरुषे प्रथम, क्षम्यतां महोदय, सः ज्ञानिनां चेष्टाः वीक्षिष्यते. समीचीनमस्ति. अस्तु अग्रे लक्ष्मी भगिनी. भक्ताः सदा ईश्वरं भक्ष्यन्ते. भक्ताः सदा ईश्वरं भक्ष्यते. भक्ष्यते इति रूपमस्ति. अस्तु अग्रे तर्हि पद्मा भगिनी अग्रे. त्वं युध्यस्व महोदय, अत्र भक्ताः नास्ति, भक्तः. कुत्र? पूर्ववचने, पूर्ववाक्ये. न, भक्तः इति न उक्तं वा? भक्तः, भक्तः सदा ईश्वरं भक्ष्यते. हा, भक्तः, समीचीनं. हा हा, इति तु अस्ति. हा, त्वं युध्यस्व. अत्र कश्चन दोषः अस्ति इति भाति मम. दोषः नाम पुस्तकस्य, यतोहि लृट्लकारः नास्ति. अत्र युद्धस्व इति लृट्लकारः नास्ति खलु. त्वम् अस्ति, तत्र लृट्लकारे किम् अभविष्यत्? युध्यसे महोदय, योत्स्यसे. पूर्वतने पुटे अस्ति खलु. षदशीतितमे अस्ति. योत्स्यसे. अस्तु, त्वं योत्स्यसे. तर्हि इदानीं द्विवचने करोतु. द्वौ योध्यता. न, किं त्वमिति किं? तत्र द्विवचनं, द्विवचनं लिखितमस्ति खलु. त्वमिति द्विवचनं किम्? मध्यमपुरुषस्य द्विवचने सर्वनामरूपं किं? युवां. युवां युध्यताम्. अत्र षडशीतितमे पुटे पश्यतु, तत्र योत् इति भवति खलु, युद् धातुः योत् भवति. योत्स्यसे एकवचने, योत्स्यसे द्विवचने. योत्स्यते. द्विवचने किम्? योत्स्यताम्. कुत्र अस्ति भवति? अत्र लृट्लकार योत्यतां तु कुत्रापि न भवति. लृट्लकारः अस्ति खलु. तत्र पुस्तके दोषः अस्ति चेत् पृष्ठभागे दर्शनेन न कोऽपि लाभः. तत्र मनसः प्रयोगं करोतु. योत्स्यसे इति द्विवचने मध्यमपुरुषस्य एकवचने अस्ति. युत्स्यसे द्विवचनं किं स्यात्? अत्र रूपाणि सर्वाणि दत्तानि सन्ति. योध्यते. अस्तु, सायं कोऽपि मीना भगिनी वदतु. योत्स्येते. योत्स्येत्थे. यत्र महाप्राणः अस्ति तत्र स्पष्टतया वक्तव्यं. योत्स्येत्थे, यतो हि उपरि अस्ति योत्स्येते. प्रथमपुरुषे युत्स्यते तु अस्ति, द्वयोः रूपाणि वदतु एकवारं। योत्स्यते, योत्स्येते, योत्स्यन्ते, योत्स्येथे, योत्स्यद्वे, योत्स्ये, योत्स्यावहे, योत्स्यामहे। हा, तथा माने नाम तत्र मया उक्तं द्वयोः रूपाणि, द्वयोः नाम प्रथमपुरुषस्य द्विवचने, मध्यमपुरुषस्य द्विवचने, द्वयोः रूपाणि वदतु। योत्स्येते, योत्स्येथे। हा, योत्स्येते, योत्स्येथे इति स्पष्टतया वक्तव्यं। समीचीनमस्ति। अत्र अत्र त्वं युध्यस्व इति लोट्लकारे अस्ति, युवां युध्येत्थाम् इति अपि लोट्लकारे, अग्रे द्रक्ष्यामः। अग्रे अस्ति खलु लोट्। अस्तु, तर्हि अग्रे अग्रे गच्छेम। इदानीं पक्ष्यन्ते इति बज् बक्ष् द्वयोः धातोः एकं रूपमस्ति, सामान्यरूपमस्ति भक्ष्यन्ते। धातु अस्ति बज्, बक्ष् धातु, बक्ष् न न बक्ष् इति न, धातुः अस्ति भज्, बक्ष् इति, बक्ष् इति वा न न, बज् धातु, बक्ष् धातु द्वयोः धातोः एकं हि रूपमस्ति भक्ष्यन्ते। इदं वाक्यं बज् धातुः, बक्ष् धातु न, किं किं किं किं वाक्यं? भक्ताः सदा ईश्वरं भक्ष्यन्ते। अस्मिन् वाक्ये बज् धातुः अस्ति, किन्तु बक्ष् धातवः रूपम् अपि भक्ष्यन्ते किं वा? हा, उपरि अपि दृष्टमस्ति खलु भजनं कुत्रचित् आसीत्, तत्र भजते कुत्र आसीत्, उपरि अस्ति, धातुः अस्ति भज्। हा हा, त्रयोदशवाक्यमस्ति उपरितने अभ्यासे, साधुः अनन्यभाक् ईश्वरं भजते इति अस्माभिः पूर्वमपि दृष्टं, पूर्वमपि दृष्टं खलु, भजते भज् धातु अस्ति, तत्र हल् सन्धि कार्यमस्ति, जकारस्थाने ककारः भवति। महोदय, मम प्रश्नः, इदं भज् धातु, भज् धातु रूपम् अस्ति, किन्तु भक्ष् धातु धातवः रूपम् अपि एवमस्ति? महोदय, प्रायः अत्र भगिन्याः प्रश्नः अस्ति, भक्ष् अपि एकः धातुः अस्ति, तस्य रूपाणि कथं भवन्ति? भक्ष् इति दशतु, भक्ष् इति धातुः अस्ति वा? आं महोदय, अहं कोशे इदानीं द्रक्ष्यामि, भक्ष् अदने भक्षति, खादनस्य कृते महोदय, खादनस्य, हा खादनस्य अर्थे, किन्तु धातुः भक्ष् एव अस्ति इति शङ्का अस्ति। अस्तु, अनन्तरम् इदानीं पश्यामि, अग्रे गच्छेम, अहं पश्यन् अस्मि। परन्तु अत्र अन्यधातुः अपि अस्ति खलु महोदय, भक्ष् कुत्रचित् लृट्लकारे, कुत्रचित् लृट्लकारे द्वयोः धातयोः रूपं समानं तु भवति, तत्र न कापि चिन्ता, सन्दर्भानुगुणं वयं जानीमः, भक्ष् धातुरस्ति। अग्रे गच्छेम, सप्तमं किमस्ति? शिल्पा भगिनी वदतु। युवां नगरं उत्तमपुरुष अहं नगरं प्रपस्ये तकारः अस्ति खलु भगिनि त मध्ये प्रपस्ये अहं नगरं प्रपस्ये न न PRPATE TT PRAPATE PRAPATE ta ta prapat oh sorry prapatsye ha prapatsye ha prapatsye te prapatsye iti asti astu samichamasti agre sarema subramanyam mandare agre yukte धातुः अर्थः अस्ति वा आं महोदय प्रपत्स्यते पश्यन्तु तत्र पद् प्रायः अत्र आप्नोति धातुः अस्ति पद् अत्र धातुः अस्ति पद् प्र उपसर्गपूर्वकः पद् यथा उत्पत्तिः प्रपत्तिः अत्र तादृशरूपमस्ति प्र उपसर्गपूर्वकपददीतदातुः तत्र द्रष्टव्यमस्ति अहं नगरं प्रपत्स्ये प्रायः अत्र आगच्छति अथवा प्राप्नोति इति नगरं हा अत्र अस्य धातोः बहूनि अर्थानि सन्ति बहवः अर्थाः सन्ति यथा प्रतिपादयतु पदति धातोः तत्र स्पष्टीकरोतु बोधयतु तत्र तादृश अर्थः अस्ति प्रति उपसर्गपूर्वकः उत्पत्तिः निष्पत्तिः भिन्नः पूर्णतया भिन्नः अर्थः अस्ति अत्र प्राप्ति अर्थे इति स्यात् बहवः अर्थाः सन्ति अस्तु अग्रिमम् आवां मन्स्यावहे बहुवचने आवां मन्स्यावहे वयं मन्स्यामहे समीचीनमस्ति अस्तु निहारिका भगिनी अग्रे ताराः शोभिष्यन्ते द्विवचने तारे शोभिष्येते क्षम्यतां शोभिष्येते सत्यं शोभिष्येते दशमवाक्यं लक्ष्मीभगिनी अग्रे त्वं मोदिष्यसे प्रथमपुरुषे सः मोदिष्यते अस्तु सम्यक् अस्ति अग्रे मीना भगिनी तत्र श्लोकं पठितुमिच्छति वा हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः अत्र लृट् लकारस्य रूपाणि कुत्र सन्ति प्राप्स्यसि भोक्ष्यसे इति स्थलद्वयमस्ति समीचीनमस्ति अत्र श्लोकस्य अयं श्लोकः अस्माभिः पठितः पूर्वमपि श्लोकस्य अर्थः स्पष्टः स्यात् मीना भगिनी अवगच्छति वा श्लोकम् आं महोदय मृत्युः अपि स्वर्गं प्राप्स्यसि कृष्णः अर्जुनस्य कृष्णः अर्जुनं वदति युद्धेन हन्तुमपि स्वर्गं प्राप्स्यसे त्वं अपि जयं प्राप्स् एसे अपि महिं सर्वम् आधिकृत्यं करेण सर्व सर्वभोगं भोक्ष्यसे द्वयोः द्वयो मार्गेण का किम् इच्छन्ति तं प्राप्नुवसि इति युद्धं कुरु इति वदति. अस्तु, समीचीनप्रयासः. अत्र अन्यत् किं वक्तुं शक्नुमः? अत्र तस्मात् उत्तिष्ठ, उत्तिष्ठ इति कीदृशरूपमस्ति? लोटकारः अस्ति. समीचीनमस्ति. युद्धाय, तत्र का विभक्तिः अस्ति? चतुर्थी. कृतनिश्चयः, कृतनिश्चयः इति कीदृशरूपमस्ति, कोऽपि वदति वा? कृतनिश्चयः समस्तपदम् इति अहं चिन्तयामि महोदय. निश्चयं कृत्वा कृतनिश्चयः. तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः. कृतनिश्चयः इति प्रायः बहुव्रीहिसमासः अस्ति. अग्रे एतत् सर्वं करिष्यामः. बहुव्रीहि इत्युक्ते अत्र यस्य निश्चयः कृतः सः इति. सः, हा हा हा हा, बहु सम्यक् अस्ति. तथा यस्य सः अन्यपदप्राधान्यमस्ति. अस्तु, अग्रे पठेम तर्हि. अस्तु, भवानेव बहु अग्रे पठतु. लौकिकन्यायाः चत्वारः अस्ति. अत्र काकतालीयन्यायः कश्चित् काकः यदा तालवृक्षस्य समीपम् आगच्छत् तदा एव तस्मात् वृक्षात् पक्वं फलम् अधः न्यपतत्. काकः तच्च फलं खादित्वा सन्तुष्टः अभवत्. एवम् अकस्मादेव अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते, तदा एषः न्यायः प्रयुज्यते. काकतालीयन्यायः अत्र तस्य प्रतिपादनम् अस्ति महोदय, कथारूपेण. एकः काकः यदा सः तालवृक्षस्य समीपम् आगच्छत् अत्र लङ्लकारः अस्ति, तदा वृक्षात् एकं पक्वं फलम् अधः अपतत्. काकः तत् फलं खादित्वा सन्तुष्टः अभवत्. इत्युक्ते अत्र तस्य बुभुक्षा अस्ति, प्रायः सः सन्तुष्टः अभवत्. यदि किमपि भवति अकस्मात् कोऽपि विना प्रयत्नेन, विना किमपि प्रयत्नं कृत्वा किमपि कार्यं भवति, अत्र कार्यद्वयमस्ति. एकं कार्यमस्ति काकः अत्र तालवृक्षस्य समीपम् आगच्छति. द्वितीयकार्यमस्ति अत्र फलं पक्वफलम् अधः पतति अपि. तेन कारणेन काकस्य बुभुक्षा पूर्णता भवति. यदि कार्यद्वयम् एकस्मिन् समये विना किमपि प्रयत्नेन अभवत् अभवतः अभवत् कार्यद्वयम् अभवत् तस्मिन् समये काकतालीयन्यायः इत्यस्य पदस्य उपयोगं प्रवर्तते. प्रयोगः प्रवर्तते, समीचीनमस्ति, बहु सम्यक् अस्ति, स्पष्टतया उक्तं भवता. अस्तु, तर्हि अग्रे निहारिका भगिनी पठितुम् इच्छति वा? अस्ति वा भगिनि? अस्तु, लक्ष्मी भगिनी. घट्टकुटीप्रभातन्यायः कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुं न इच्छति स्म. राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठद्भ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा सः तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः. किन्तु इतस्ततः अटन् सः दौर्भाग्येन प्रभाते घट्टकुटीसमीपम् एव आगत्य अतिष्ठत्. विवशः सः करं दत्तवान्. कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तत् अन्ततो गत्वा यदा अवश्यं करणीयं भवति तदा एषः न्यायः प्रयुज्यते. अस्तु, पुनः पठित्वा नाम कन्दशः किञ्चित् कुर्मः, पठित्वा वदतु अर्थं किम्. घट्टकुटीप्रभातन्यायः कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुं न इच्छति स्म. सर्वे प्रायः न जानीयुः, वदतु. एकः शकटवान् वणिक् शकटवान् नाम सः शकटे प्रस्थितवान् गच्छति. शकटे शकटः उपस्थितवान्. शकटः शकटः सर्वे जानन्ति खलु, शकटः यस्य शकटः सः शकटवान्. महोदय, अहं न जानामि शकटः इत्युक्ते. शकटः नाम यथा भारतदेशे यत्र विपणिः भवति, विपणिः इति जानाति वा? विपणिः आपणः. यत्र बहवः आपणाः सन्ति, बजार् इति वदामः यथा, तत्र यत्र बहवः आपणाः सन्ति तत्र आपणिः इति उच्यते, आपणिः. तत्र कुत्रचित् मार्गे भारतदेशे यथा यः फलं फलविक्रयणं करोति, फलविक्रयणं यः करोति तस्य तत्र कश्चन शकटः भवति, तस्मिन् शकटे बहूनि फलानि भवन्ति मार्गे, कदलीफलानि अथवा बहूनि फलानि भवन्ति. तत्र हस्तेन सह गच्छति तत्र शकटः, शकटमानीय. अवगच्छति वा? आम्, अवगच्छामि. शकटः भवति तत्र वणिक् इति यः तादृशं कार्यं करोति, वणिक् वाणिज्यं नाम क्रयविक्रयणं करोति. तर्हि वणिक् शकटवान् यथा बुद्धिमान् अथवा किमपि मतुप् इति वदामः प्रत्ययः, इनिप्रत्ययः मतुप्रत्ययः द्वयोः अर्थः समानः. तर्हि कथ्यते यत् शकटवान् वने कश्चन कश्चन करं दातुं न इच्छति स्म. करः अन्यत् अन्यपदं न जानामि परन्तु आङ्ग्लभाषायां जानामि. हा वयं सर्वे तत्र चीरिङ्ग् इति न कुर्मः खलु. तत्र आङ्ग्लभाषया न को लाभः. शकटः नाम कः इति अहम् अपि आङ्ग्लभाषया वक्तुं शक्तवान् किन्तु अहं न कृतवान्. अनेन सर्वेषां लाभः जातः. इदानीं पप् आङ्ग्लभाषया वदति चेत् को लाभः अस्ति. तर्हि अत्र करः अस्ति. करः यथा कथं वक्तुं शक्नुमः संस्कृतेन प्रतिवर्षं करोमि महोदय. हा वद भवान् वदतु. यदि अहं धनम् अर्जयामि तस्य धनात् किञ्चित् धनं राजपालकः अस्ति किञ्चित् धनं तमपि दास्यामि कररूपेण. इत्युक्ते अत्र किञ्चित् दास्यामि तत् धनम् उपयुज्य राज्यपालकः बहूनि सदुपायानि कार्याणि अथवा लोक जनस्य कृते किञ्चित् कार्याणि अपेक्षितानि सन्ति तानि कार्याणि कर्तुं शक्यते. तत्कारणात् किञ्चित् धनं मम धन अर्जन अस्ति तस्मात् किञ्चित् धनं राज्यपालकः अपि दास्यामि. तत्तु करः अस्ति महोदय. समीचीनमस्ति. अस्मिन् देशे अपि सर्वे कुर्वन्ति सर्वे ददति खलु प्रतिवर्षं सर्वकारस्य चालनार्थं तत्र करः दातव्यः अस्ति प्रतिवर्षं. सर्वे जानन्ति. शुभभगिनी जानाति खलु जानाति. न अवगच्छति. भवती कार्यं करोति वा कार्यालये? कार्यं करोति खलु. हा तत्र प्रतिमासं किञ्चित् धनं प्राप्नोति वा? तत्र सर्वं धनं भवत्याः कृते भवति अथवा किञ्चित् धनम् अन्यत्र गच्छति? किञ्चित् अन्यत्र गच्छति. हा तत् तस्य नाम करः. ओ अस्तु अवगच्छामि. अस्तु अग्रे गच्छेम. करः अस्ति. तर्हि अत्र कश्चन करं दातुं न इच्छति स्म. अग्रे भगिनि. राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठद्भ्यः अधिकारिभ्यः करः दातव्यः भवति इति सः चिन्तयित्वा तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः. किम् अभवत्? सः वणिक् राजमार्गेण गमनेन तत्र अधिकारिभ्यः करः दातव्यः भवति इति चिन्तनं कृत्वा अत्र घटकुट्यां नाम घट्टकुट्यां न जानामि महोदय. तत्र घट्टकुटी कोऽपि जानाति वा? घट्टकुटी प्रभा अत्र मार्गे एकस्मिन् स्थले किमपि कुटीरं भवति महोदय. अत्र अधिकाराः तिष्ठन्ति ते करं प्राप्नोति. यदा वयं राष्ट्रमार्गेण गमिष्यामः तस्मिन् समये मध्ये करं दास्यामि खलु महोदय. केनचित् पात्रः अस्ति तस्मिन् पात्रे अहं धनं दास्यामि, तथैव अत्र तत्र एकः कुटीरः भवति, तस्मिन् कुटीरे अधिकारः तिष्ठन्ति, ते करं स्वीकरोति स्वीकुर्वन्ति तत् स्थलस्य नाम भवति घट्टकुटीरः इति. एकं वदामि, काले राजमार्गे गच्छन्ति तु ईसि पास् अस्ति, पुरातनकाले घटकुटी अस्ति. सत्यं सत्यमस्ति भगिनि. हा अस्तु, स्पष्टमस्ति खलु? सर्वे अवगच्छन्ति? कोऽपि प्रश्नः? अग्रे गच्छेम अत्र. अस्तु भगिनि, अग्रे. किन्तु सः इतस्ततः अटन् दौर्भाग्येन प्रभाते घट्टकुटीसमीपम् एव आगत्य अतिष्ठत्. नाम सः वणिक् दौर्भाग्येन प्रभातसमये इतस्ततः गत्वा प्रभाते तत् घटकुटीसमीपम् एव आगतवान्. आगत्य अतिष्ठत्. समीचीनमस्ति. अस्तु, अग्रे निहारिका भगिनी, अग्रे पठति वा? विवशः सः करं दत्तवान्. विवशः नाम सः न इष्टवान् तथापि दत्तवान्. न कोऽपि उपायः. कार्यं परिहर्तुम् इच्छायां सत्यामपि तद् अनन्तो गत्वा यदा अवश्यं करणीयं भवति तदा एषः न्यायः प्रयुज्यते. कदा प्रयुज्यते? यदा अवश्यं करणीयं, यदा कार्यं कर्तुम् इच्छति. अवश्यं करणीयं, कार्यम् इच्छति. अपि किञ्चित् अपि वक्तव्यमस्ति. कार्यं परिहर्तुम् इच्छायां सत्याम् अस्य अर्थः कः? स्पष्टतया न अवगच्छामि महोदय. अत्र कार्यं नाम किं? कार्यं मीना भगिनी वदतु, अत्र कार्यं नाम किं कार्यं? करं दातुं कार्यं, करं न दातुं. कार्यं नाम करदानमस्ति खलु? कार्यं करदानं, करस्य दानम् इति कार्यं परिहर्तुं न कर्तुम् इच्छति खलु? निहारिका भगिनि, कार्यं नाम करस्य दानं परिहर्तुम् इच्छायां सत्याम्. इच्छायां सत्याम् इति कीदृश रूपमस्ति जानाति वा? न. इच्छायां सत्याम् एकवारं सतीसप्तमी महोदय. तदेव अस्ति. अत्र इच्छा इत्यस्य का विभक्तिः अस्ति भगिनि? सप्तमी. सत्यं, सत्यमस्ति. किन्तु सामान्यसप्तमी विभक्तिः नास्ति, यतोहि तत्र सत्यां नाम नाम अधिकारं, तत्र अधिकरणं कृत्वा, अधिकरणं तत्र आधारः सामान्यतया तत्र सप्तमी इति अधिकरणार्थे अस्ति, यतोहि यथा लेखनी उत्पीठिकायाम् अस्ति, नाम उत्पीठिका लेखन्याः अधिकरणमस्ति, आधारः. किन्तु अत्र तादृश अर्थः नास्ति, छायां सत्यां नाम यदा तदा इति अर्थः, यदा तदा यदा कार्यस्य परिहरणम् इच्छति तस्मिन् समये, यदा इच्छा अस्ति, इच्छा अस्ति चेदपि अन्ततः अस्माकं यदा न कोऽपि उपायः भवति तदा अयं नियमः अयं न्यायः प्रवर्तते. तर्हि सतिसप्तमे इत्यस्य उदाहरणं पश्येम. यथा यदि यदा वदामः यत् यदा शिक्षकः प्रकोष्ठे प्रविशति तदा सर्वे छात्राः उत्तिष्ठन्ति. तत्र यदा तदा इति अस्ति. कथं वक्तुं शक्नुमः शिक्षकस्य प्रकोष्ठे प्रवेशः, तत्र शिक्षकस्य प्रवेशे सति इति वक्तुं शक्नुमः. यथा इच्छायां सत्यां प्रवेशे सति, शिक्षकस्य प्रकोष्ठप्रवेशे सति सर्वे छात्राः उत्तिष्ठन्ति. अत्र यदा तदा इति अर्थः अस्ति, किन्तु यदा तदा इति न उक्तमस्ति. तत्र सति सप्तमे इति वदामः. सप्तमीविभक्त्याः एतादृश अर्थः अस्ति. तत्र क्तान्तरूपं भवितुमर्हति, क्तवतु इति भवितुमर्हति. नाम कार्यं कृतं, कार्यं कृतमस्ति. तत्र कार्ये कृते सति गृहं गच्छामि. नाम यदा कार्यं कृतं भवति तदा अहं गृहं गच्छामि इति सति सप्तमी भवति. महोदय, अत्र विशेषणविशेष्यभावः अपि अस्ति. इच्छायां सत्यां अत्र अत्र सत् इति शत्रन्तरूपमस्ति. शत्रन्तरूपं विशेषणं तु भवति एव. बालकः गच्छन् अस्ति, बालिका गच्छन्ति, तत्र विशेषणमस्ति. अतः सत्यं विशेषणविशेषभावः अस्ति. इच्छा स्त्रीलिङ्गे अस्ति. इच्छा सति, इच्छायां सत्याम् इति अस्ति. समीचीनमस्ति वा? स्पष्टमस्ति? कोऽपि प्रश्नः? अस्तु, सम्यक् अस्ति. तर्हि अग्रिमे सप्ताहे तत्र विधिलिङ्गकारः आरप्स्यते. किञ्चित् द्रष्टुमपि शक्नुमः पञ्चनिमेषेषु विधिलिङ्ग् अत्र कथं भवति इति. अत्र सदेवः नकुलः इति जनद्वयमस्ति. तर्हि अत्र अत्र मीनाभगिनी अपि च सुब्रह्मण्यमहोदय, तत्र मीनाभगिनी तत्र सदेवमहोदय इति करोतु. अहं आरम्भस्य भागमपि पठतु. नकुलसहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः. ब्रो भ्रातः, श्वः युद्धस्य पञ्चमं दिनम्. आं भ्रातः, अद्यावधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः. कः किं किं भवेत् इति चिन्तयामि. कः युद्धारम्भं कुर्यात्? तत्तु सेनापतिः निश्चिनुयात्. भवान् केन सह युद्धं कुर्यात्? ये पुरतः आगच्छेयुः तैः सह कुर्याम्। अस्माकं व्यूहरचना कथं स्यात्? प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि। आवां नेतृत्वं वहेव। आम्, आत्मानं परितः अश्वदलं स्थापयेव। कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्। कौरवाः युगपत् सर्वत्र आपतेयुः। चिन्ता न करणीया, कृष्णः तत् परिहार उपायं चिन्तयेत्। कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम्। आवाभ्यां सह भ्राता भीमः तिष्ठेत्। तदपि उत्तममेव। भीमं दृष्ट्वा कौरववीराः भीत्या दावेयुः। युद्धे वयं जयेम अथवा ते जयेयुः, किं तेन? अस्माभिस्तु स्वधर्मः आचरितः भवति। आम्, तथैव कुर्मः। अस्तु, बहु समीचीनमस्ति। वस्तुतः विधिलिङ्गकारः तत्र अस्य लकारस्य अर्थद्वयं भवति, सम्भावनार्थः अपि च विध्यार्थः। सम्भावनार्थे अस्ति, विध्यार्थे अपि भवति। अस्मिन् अध्याये सम्भावनार्थे, अग्रिमे अध्याये तत्र विध्यार्थे अस्ति, विध्यार्थे। तर्हि अत्र नाम यत्र सम्भावना भवति अथवा यत्र विधिः भवति। विधिः नाम यत्र करणीयमस्ति, यथा लोट्लकारः, यथा लोट् गच्छतु, भवान् गच्छतु इत्यस्मिन् अर्थे भवान् गच्छेत् इति अपि भवति, विद्यार्थे अस्ति। विधिः नियमः, आदेशः, विद्यार्थे। अग्रिमे अध्याये, अस्मिन् अध्याये सम्भावनार्थे, यत्र सम्भावना अस्ति तत्र इदानीं पुत्रः अस्ति, कुत्र अस्ति पुत्रः, कुत्र अस्ति इति प्रश्ने सति तत्र ओ माता वदति ओ स्वस्य प्रकोष्ठे स्यात्, नाम सम्भावना अस्ति। निश्चयेन वक्तुं न शक्नोति सा, किन्तु सा चिन्तयति यत् तत्र तत्र भवनस्य तस्मिन् प्रकोष्ठे सम्भावना अस्ति, सम्भावना अस्ति इति कृत्वा विधिलिङ्गकारस्य प्रयोगः तत्र स्यात्। अत्र भवेत्, अत्र अस्मिन् अस्यां कथायां भवेत्, कुर्यात्, निश्चिनुयात्, कुर्यां, स्यात्, एतत् सर्वं सम्भावनार्थे अस्ति। अस्तु, तर्हि अस्माकं लृट्लकारः समाप्तः आत्मनिपदिदातूनाम्। अत्र परस्मैपदिदातूनां कृते तत्र विधिलिङ्गकाररूपाणि सन्ति। अस्मिन् सप्ताहे सर्वे किञ्चित् पश्यन्तु, अत्र रूपाणि पश्यामः। तत्र 93 पुटे पठधातुः अस्ति, अग्रिमे पुटे पश्यन्तु, पठेत्, पठेतां, पठेयुः, पठेः, पठेतं, पठेत, पठेयं, पठेव, पठेम इति विशेषतः एकवचने बहुवचने प्रथमपुरुषे उत्तमपुरुषे पठेत्, पठेयुः, पठेयं, पठेम इति आरम्भे सर्वे जानीयुः। पठेत्, पठेयुः, पठेयं, पठेम। अनन्तरं शनैः शनैः अन्यानि रूपाणि अपि द्रष्टव्यानि, ज्ञेयानि। किन्तु अस्मिन् सप्ताहे गृहपाठः अयं भवतु, रूपाणि किञ्चित् स्मरणीयानि सन्ति, स्मरणीयानि सन्ति। अस्तु, समीचीनमस्ति। तर्हि विरमाम, अग्रिमे सप्ताहे मिलामः। नमस्कारः सर्वेषां। धन्यवादः। नमस्कारः।